सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. सम्प्रति सुभाषितं श्रूयते, सर्वे सुभाषितं शृण्वन्तु. भगिनी एकवारं स्मारयतु. श्रीगुरुभ्यो नमः. हरिः ओम्. विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम्. विद्या भोगकरी यशसुखकरी, विद्या गुरूणां गुरुः. विद्या बन्धुजनो विदेशगमने, विद्या परा देवता. विद्या राजसु पूज्यते न तु धनम्, विद्याविहीनपशुः. ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनि. धन्यवादाः. इदानीन्तनकाले आध्यात्मिकी विद्या बहु आवश्यकी. अद्यतनदिनेषु भारतदेशे बहवः जनाः कोरोनातः क्लेशान् अनुभूतवन्तः सन्ति. तं वार्तां पठित्वा मम मनसि सन्तोषः एव नास्ति. किन्तु किं कर्तव्यविमूढाः मा भवन्तु, किं कर्तव्यविमूढाः भूत्वा मा तिष्ठन्तु. उदासीनाः मा भवन्तु. उत्साहः नास्ति चेदपि किमपि किञ्चित् साहाय्यं कर्तुम् उद्युक्ताः भवन्तु इति प्रार्थये. उपसर्गाः इति विषयः आरब्धः गते सप्ताहे एव. तस्य चिन्तनं प्रवर्तमानमस्ति. तस्य चिन्तनम् एव अद्यापि अनुवर्तते. गते वर्गे नवतितमं पुटं पठित्वा काचित् चर्चा जाता. नवतितमं पुटं पठित्वा चर्चां कृतवन्तः वयम्. अद्य एकनवतितमपुटात् आरभ्य चिन्तनं करवाम. एकनवतितमं पुटम् उद्घाटयन्तु. उपरितनभागे सूचना दत्ता. सूचनां पठित्वा अग्रे सरेम. भूमा भगिनी, भवती एव आरम्भं करोतु. उच्चैः पठत जानीत च. उच्चैः अव्ययः अस्ति. पठत पठदातु लोट्लकारे मध्यमपुरुषे बहुवचने अस्ति. जानीत अपि मध्यमपुरुषे लोट्लकारे बहुवचने अस्ति. च अपि अव्ययमेव वा? अव्ययम् उपसर्गः नास्ति. उपसर्गेषु अन्यतमः उपसर्गतुल्यः अपि नास्ति. अव्ययमेव अव्ययमेव. ओके, धन्यवादः. उपसर्गः धातुः क्रियापदम् उपसर्गसहितम्. अत्र किञ्चित् स्थगयतु. भवन्तः सर्वे श्रुतवन्तः खलु निरामयः निरामयः निरञ्जनः इति उक्तमस्ति. आमयः इत्युक्ते रोगः, निरामयः इत्युक्ते रोगरहितः. तादृशी स्थितिः, निरामयस्थितिः कदा लभ्यते, कदा प्राप्तुं शक्नुमः इति अवगन्तुं परमात्मा शिवः निर्मलः शान्तः शुद्धः इति उक्तमस्ति. परमात्मा निर्मलः. निर्मलस्थितिं प्राप्नुमः चेत् निरामयस्थितिः लभ्यते. इत्युक्ते निर्मलस्थितिः आवश्यकी. निर्मलः भवतु, शुद्धः भवतु, शान्तः भवतु, एतादृशी स्थितिः लभ्यते चेत् निरामयस्थितिः अपि प्राप्तुं शक्नुमः. तदर्थमेव शिवलिङ्गस्य अर्चनां कुर्वन्ति. स्फटिकाकार शिवलिङ्गस्य पूजां कुर्वन्ति. किमर्थम् इत्युक्ते निर्मलस्थितिः इत्युक्ते मनसि मलं नास्ति चेत्, स्वच्छता अस्ति चेत् तदा निरामय अथवा रोगरहितस्थितिं प्राप्तुं शक्नुमः इति मम चिन्तनं. महोदय, भवान् किं चिन्तयति? अरविन्द महोदय, मलम् इत्युक्ते त्रिमलमस्ति. अविद्या इति तस्य साक्षात् रूपमस्ति. संशय विपर्यय अज्ञानरूपेण त्रिमलरूपेण मलम् इति अविद्याः अन्यनामः. यत्र अविद्या तिष्ठति तत्र सम्यक् ज्ञानम् अथवा सत्यबोधनं न भवेत्. यत्र सत्यस्य अवगमनं न भवति तत्र भ्रमं तिष्ठति. यदि वयं शरीरवन्तः मम अहं मम इत्यादि चिन्तनमपि भवति. तत् निवारणार्थम् अविद्या उन्मूलनार्थं निरामयत्वं भवति. यत्र भगवद्गीताश्लोकायां भगवान् उक्तवान् नानुशोचन्ति पण्डिता इति एकं पदम्. अत अनुशोचनम् इत्युक्ते किं? दुःखं सुखम् इति अवश्यं भवेयुः. तत् प्रकृतिस्वभावः. दुःखं सुखम् इति यदि अहं मम इति भवति चेत् विनाशं दुःखं भवति. एतम् आह्लादकरं कार्यं भवति चेत् सुखं भवति. तत्र आह्लादकरं विनाशम् इति रूपं ममत्वेन भवति. मम इति अहन्ता रूपत्वेन भवति. यदि अहम् इत्य तस्य साक्षात् बोधं भवति नाहं शरीरः इति सम्यक् ज्ञानम् सम्यक् ज्ञानं भवति चेत् तत्र साक्षिरूपेण निर्मलत्वं भवति, निरामयत्वम् अपि भवति. धन्यवादाः महोदय, धन्यवादाः. न मम कृष्णार्थं कृष्णमयं रोगरहिता स्थितिः तदानीमेव प्राप्यते. प्रकृतेरन्यतो भावो न कथञ्चित् भविष्यति इति मुनेः वदन्ति. वस्तुस्वभावं कदापि परिवर्तनं कर्तुं न शक्यते. वस्तुस्वभावस्तु वर्तते, किन्तु तस्य स्वभावस्य अनुशोचनं करोति यत्र अहङ्कार मम इति अस्मद् शब्दस्य अन्यविभक्तीनां प्रयोगं भवति चेत् तदर्थमेव वस्तुस्वभाव तु सत्यत्वेन तिष्ठति एव, किन्तु तस्य सम्बन्धः अस्माकं कृते भिन्ना भवति. यत् मया प्रीतमस्ति तत् अन्यपुरुषां कृते प्रीतं न भवति. वस्तु तु एकमेव, किन्तु किं प्रियं भवति अन्य कृते दुष्करं भवति इति चिन्तनीयं. तत्र एव वस्तु एकमेव चेत् अपि व्यत्यस्तपुरुषाणां कृते एकं कृते प्रियं भवति, अन्यत् कृते अप्रियं भवति. तत्र प्रियत्वं वस्तूनि न तिष्ठति. अस्माकं मनसि तस्य भावं भवति यत् मया मम इति चिन्तनं भवति चेदेव तस्य स्वरूपे अध्यारोपं भवति यत् वस्तु मया मम अस्माकं कृते प्रीति ददाति इति एव चिन्तनं भवति. तत् साक्षात् अस्ति वा इति विचारं कृत्वा तस्य उन्मूलनं करोति चेत् निर्मलत्वं भवति. तस्य अविद्या निष्कासनं करोति चेत् शान्तिं प्राप्नोति. निरतिशय आनन्दं तदेव वदति. धन्यवादाः महोदय, एतत् अवगन्तव्यमेव. गते सप्ताहे वयम् अग्न्यश्च अश्रद्धधानश्च इति पदद्वयं दृष्टवन्तः. अश्रद्धधानः इति पदमस्ति, तत्र नञ् समासः अस्ति इति ज्ञातमेव. श्रद्धधानः इति कीदृशं पदम् इति परिशीलयामश्चेत् शाणचन्द्ररूपं धानः इति पदं शाणचन्द्ररूपम् अस्ति. धातुः उभयपदी अस्ति इति कारणतः ददाति इति एकं रूपम् अस्ति, धत्ते इति अन्यत् रूपम् अस्ति. धत्ते इति आत्मनेपदीरूपम् अस्ति इति कारणतः शाणचन्दरूपम् अपि सम्भवति इति ज्ञातव्यः अंशः. अस्मिन् पुटे सूचनाम् अवलोकयामश्चेत् जानीता इति पदमस्ति. जानीता इति पदं भगिनी उक्तवती एव, लोट्लकारः मध्यमपुरुष बहुवचनरूपम् अस्ति. ज्ञाधातुः अस्ति तत्र, ज्ञाधातोः रूपमेव जानीता. तत्र एकं विशिष्टं सूत्रं कार्यं करोति. व्याकरणवर्गे वयं पठितवन्तः, तदर्थं वदामि. ज्ञाजनोर्जा इति सूत्रमस्ति. ज्ञाजनोः इति षष्टिद्विवचनरूपम् अस्ति. ज्ञाधातोः स्थाने जन् धातोः स्थाने जनि प्रादुर्भावे इति धातुः अस्ति खलु, जायते, जन् धातोः रूपं जायते अस्ति. ज्ञाधातोः प्रसङ्गे, जन् धातोः प्रसङ्गे, द्वयोः प्रसङ्गे जा आदेशः भवति इति सूत्रं वदति. षित् प्रत्यये परे जा आदेशः भवति. ज्ञाधातोः रूपं किं? जानाति. धातुः ज्ञा अस्ति. ज्ञा धातोः रूपं जानाति क्रियादिगणे अस्ति. क्रियादिभ्यः श्ना इति सूत्रेण, श्ना इति विकरणप्रत्ययः आयाति. श्ना प्रत्ययः षित् प्रत्ययः, अतः षिति परे एव ज्ञाजनोर्जा इति सूत्रेण ज्ञा धातोः स्थाने जा आदेशः, जन् धातोः स्थाने अपि जा आदेशः एव भवति इति कृत्वा जन् धातोः रूपं जायते, ज्ञा धातोः रूपं जानाति. पश्यन्तु, शिति परे इदं कार्यं. लृट्लकाररूपाणि पश्यन्तु एकवारं. लृट्लकाररूपं परिशीलयामश्चेत् षित् नास्ति. लृट् इत्युक्ते भविष्यत्कालरूपं पश्यामश्चेत् जन् धातोः रूपं जनिष्यति, तत्र जा आदेशः न भवति. तथा एव ज्ञाधातोः लृट्लकाररूपं ज्ञास्यति. ज्ञास्यति इत्युक्ते मूलधातोः रूपं यथावत् तिष्ठति. ज्ञाधातोः प्रसङ्गे ज्ञाजनोर्जा इति सूत्रेण शितिपरे जा आदेशः भवति इति एकः स्मर्तव्यः अंशः. इदानीं पाठं प्रति गच्छेम. भगिनी एकवारं वदतु. उपसर्गः आ गम् धातु गच्छति क्रियापदं सिद्ध्यति. उपसर्गसहितम् आगच्छति. गम् धातु द्वादिगणे अस्ति. गम् भगिनी अद्य भिन्नचिन्तनं कुर्मः. एकं वाक्यं श्रावयतु. सः देवालयात् गृहम् आगच्छति. उत्तमम्. आगच्छति इत्यस्मिन् आ उपसर्गः अस्ति, गम् धातोः रूपमेव. प्रत्यागच्छति इति पदं स्वीकुर्मः चेत् तत्र कीदृशं रूपम् अस्ति? उपसर्गपूर्वक द्वे उपसर्गाः, उपसर्गौ स्तः. आ अपि परि अपि प्रति प्रति अपि आ अपि द्वे उपसर्गाः. उत्तमं. प्रतियोगः आयोगः आयोग गम् धातु गच्छति गच्छतु. गच्छति भिन्नं पदम्. आगच्छति आ उपसर्गपूर्वकः. प्रत्यागच्छति प्रतियोगः आयोगः. गच्छति प्रत्यागच्छति. तत्र सन्धिकार्यं नित्यम् उपसर्गाणां योजनेन अर्थः भिद्यते. प्रत्यागच्छति प्रतियोगः आगच्छति, तत्र यण् सन्धेः कार्यमस्ति. अग्रिमं करोतु. आ योगः नयति, आनयति. अत्रापि आ उपसर्गः नी धातु नयति भिन्न अर्थः अस्ति, आनयति भिन्न अर्थम्. एकं वाक्यं वदतु. अहं आपणात् वस्तूनि आनयामि. उत्तमं. नयामि योजयित्वा वदतु. नयामि पुस्तकं कोष्टकात् किमपि पुस्तकं नयामि इत्यपि साधु एव. तदपि साधु एव नयामि इत्युक्ते क्यारि, आनयामि इत्युक्ते ब्रिङ्ग्, आनयामि ब्रिङ्ग् साधु. भारं नयति, द्रोणी नयति, गर्दभः भारं नयति. उत्तमं. ग्रन्थालयात् पुस्तकानि आनयामि, आपणात् पुस्तकानि आनयामि. साधु. वेदा भगिनी भवती करोतु. उत् उपसर्गः, धातु स्था, क्रियापदं तिष्ठति, उपसर्गसहितम् उत्तिष्ठति. तिष्ठति इत्युक्ते किं वदामि, sit down, sit. उत्तिष्ठति to get up. उपरि, उत् उत् इत्युक्ते उपरि अर्थे आयाति अत्र. स्थाधातु तिष्ठ रूपमस्ति, मूलरूपं ष्ठा अस्ति, अत एव तिष्ठति रूपं स्थाधातु आयाति. पा घ्रा इति दीर्घसूत्रमस्ति, तत्र स्था स्था स्थाने ष्ठा आयाति, तिष्ठति, तिष्ठ आयाति, तदेव तिष्ठति रूपम् उत्पन्नं. उत् उपसर्ग तिष्ठति, उत्तिष्ठति आयाति, उत्तिष्ठति किं वदामि, उत्तिष्ठति वाक्यं वदामि चेत् तत्र तिष्ठतु वाक्यमेकः अस्ति, उत्तिष्ठति उत्तिष्ठ उत्तिष्ठ गोविन्द उत्तिष्ठ. उत्तमं, तदेव. अत्र स्थाधातुः दीर्घ आकारान्तधातुः अस्ति. पाघ्राध्मा इत्यादयः धातवः सन्ति तस्मिन् सूत्रे. पास्थाने पिब, घ्रास्थाने जिघ्र, ध्मास्थाने धम, स्थास्थाने तिष्ठ आदेशाः भवन्ति. शिति परे भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः शित् प्रत्ययः अस्ति इति कारणतः तिष्ठ आदेशः भवति इति विषयः. भवन्तः सर्वे जानन्ति एव उपनिषद् वाक्यमस्ति, उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत इति विवेकानन्दस्य वाक्यमस्ति. अग्रिम वाक्य अस्ति, अनु उपसर्गः, अनु श्रुधातु, सरति क्रियापदम्, उपसर्गसहितरूपम् अस्ति. अनुसरति, अनुसरति इत्युक्ते अनु इत्युक्ते पश्चात् एवं वदामि वा, पश्चात्. श्रुधातु, श्रुधातु भुवादिगणे अस्ति, अत एव शप् प्रत्यय, शप् विकरणप्रत्यय अस्ति, धातुतः धातु परे शप् प्रत्यय अस्ति. श्रु सरति भवति किमर्थं चेत् ऋकारस्य अन्तिम इडा अन्तिम एकवर्णस्य गुणकार्यं भवति, सृ सर् भवति, सर् योगः अयोगः इति. अशप् मे शप् इत्युक्ते शकारस्य लोपः भवति, त एव अ एव तिष्ठति. सर् योग अयोग इति सरति, सरति रूपम् अस्ति. सरति इत्युक्ते चलति वा, सरति सरति. अनुसरति इत्युक्ते तत् पश्चात् सरति, और् तत् वट् यु से पीछे, फालो फालो फालो. अनुसरति इत्युक्ते फालो. एकं वाक्यं वदतु. अनुसरति मम मम भगिनी, मम भगिनी अहम् अनुसरति वा, मम भगिनी माम् अनुसरति, माम् अनुसरति, करेक्ट्, सारि, चिन्ता मम भगिनी माम् अनुसरति. अन्यानि वाक्यानि, वत्सः धेनुम् अनुसरति, आम् करेक्ट् करेक्ट्, बालिका मातरम् अनुसरति, पुत्रः पितरम् अनुसरति इत्यादीनि सन्ति. धातु सकर्मक अस्ति चेत् उपसर्ग योजयित्वा अपि सकर्म एव भवति, सकर्मकः एव. मातरम् अनुसरति इति वाक्यं साधु अस्ति. अनु अग्रे पठामि वा. अनु अनुयोगः वद्, अनु उपसर्गः वद् धातु, वद् धातु वद् वदति, वद् धातु भुवादिगणे अस्ति, तदेव वद् वदति आयाति, सकर्मकः अस्ति. अनुवदति शिष्यः गुरुं वाचम् अनुसरति. चिन्तनं साधु एव. आदौ गुरुः वदति, शिष्यः अनुवदति. आदौ गुरुः वदति, पश्चात् शिष्यः अनुवदति. उपरितने वाक्ये अनुसरति इत्यस्मिन् स्थाने अनुसरणं करोति इत्यपि साधुवाक्यमेव. अनुवदति अनुवदनं करोति एव सत्यं वा? तत्र अनुवादं करोति. अनुवादं करोति, अनुवादम् इत्युक्ते ट्रान्स्लेशन् नास्ति वा? योगार्थः भिन्नः, रूढार्थः भिन्नः. इत्युक्ते लोके कस्मिन् अर्थे तस्य प्रयोगः भवति इति अन्या वार्ता. योगार्थः इत्युक्ते प्रकृतिप्रत्यययोजनेन रूपं कथं सिद्ध्यति, तत्र योगार्थः भिन्नः, रूढार्थः भिन्नः. इत्युक्ते लोके भिन्नरीत्या तस्य रूढिः अभवत्. अनुवादः इत्युक्ते ट्रान्स्लेशन् इत्यस्मिन् अर्थे इदानीन्तनकाले अस्ति. साधु. इदानीं वासुदेवन् महोदय, भवान् करोतु. अनु वसर्गः अनु धातु धः क्रियापदं धावति अनुधावति धा दा धावति धावति कथं धावति भवति इति अहं न जानामि. अनुधावति अनुधावति अनु अनुधावति धावति इत्युक्ते रन्स् धावति रन् अनुधावति इत्युक्ते फालो रन् गा गो धावति तस्याः तस्याः पुरतः तस्याः पृष्ठतः गा वत्सः अनुधावति धाविति धातुः अस्ति. धाव् धातोः रूपं धावति भुवादिगणे अस्ति इति कारणतः शप् आयाति. धाव्योगः आयोगः ति धावति. तत्र भिन्नकार्याणि न सन्ति, गुणकार्यम् इत्यादीनि कार्याणि न सन्ति. भगिनी भगिनी मूलरूपं तु धा एव न धाव् इति धातोः रूपम् अस्ति. धाव धाव्योगः आयोगः ति धावति. अत्र दत्तं भगिनी किन्तु धाव् इति धातोः रूपं मुद्रणदोषः. भगिनी भवती किं चिन्तयति अस्मिन् प्रसङ्गे? गोमती भगिनी धावति इति कथं भवति अहं न जानामि भगिनि. धा योगः धा मुद्रणदोषमेव अहं चिन्तयामि भगिनि. दधाति एव आगच्छति न दधाति एव आगच्छति न धावति तु न दधाति रूपम् आगच्छति. जुहोत्यादिगणीयधातोः रूपं डुधाव् किं दृष्टवती इत्युक्ते सृधातुः अस्ति खलु, सृधातोः रूपं सरति अस्ति खलु, तत्र शीघ्रं गच्छति इत्यस्मिन् अर्धे सृधातोः प्रसङ्गे धाव् आदेशः भवति इति कृत्वा धावति इति रूपमपि तत्र अस्ति. किन्तु अत्र तु धातोः रूपं धाव् एव. उदाहरणार्थम् अन्यत् वाक्यं स्वीकुर्मः चेत् आरक्षकः चोरम् अनुधावति. आदौ चोरः धावति, आरक्षकः चोरम् अनुधावति. महोदय अग्रिमं करोतु. भगिनि धातु अस्ति भगिनि पादिगणे उपेपति धातु सकर्मकः सेट् जवे शुद्धौ शुद्धीकरणे सम्मार्जने च इति तत्र धावति रण्णिङ्ग् अपि दत्तं रण्णिङ्ग् क्लीनिङ्ग् वाशिङ्ग् शुचीकरणम् and prakashanam karma itra vedani arthah dattam tad bhavuti bhavate iti dve rupam avi dattam bhav itra bhavu iti upadeshika bhav uttama aham vadami agrima agrima anu upasargah kr dadu karodi iti rupam anukarodi anukarodi iti kr kr karodi bhavati कथं कृ प्रथमं गुणं भूत्वा खर् भवति, तदपरम् ऊ आयाति वा? व्याकरणचिन्तनं मास्तु, एकं वाक्यं श्रावयतु. यदा यदा राजा करोति तदा प्रजा अनुकरोति अनुकरोति, करोति अनुकरोति, अनुकरोति फालो वाट् इस् दट् डूयिङ्ग् इन् द सेम् वे डूयिङ्ग् इन् द सेम् वे अनुकरोति, अनुकरणं करोति, अनुकरणं करोति. उत्तमम्. अनुकरोति इत्यस्मिन् स्थाने अनुकरणं करोति इति वाक्यमपि साधु एव. वाक्यनिर्माणं कथं करणीयम् इति परिशीलयामश्चेत् पुत्री मातरम् अनुकरोति इति वाक्यं साधु, पुत्री मातुः अनुकरणं करोति. अनुकरणम् इति पदं योजयित्वा वक्तुमिच्छामश्चेत् अनुकरणम् इति ल्युडन्तपदमस्ति इति कृत्वा तस्मात् पूर्वं षष्टिविभक्तेः प्रयोगः करणीयः. मातुः अनुकरणं करोति इति साधुवाक्यम्. अनुकरणम् इति पदं योजयित्वा वक्तुमिच्छामश्चेत् मातुः अनुकरणं करोति, पितुः अनुकरणं करोति इति वक्तव्यमस्ति. किन्तु केवलम् अनुकरोति इति पदं वक्तुमिच्छामश्चेत् मातरम् अनुकरोति, पितरम् अनुकरोति, तत्र द्वितीया विभक्तिः आवश्यकी. तत्र कारकविषयः अस्ति. वाक्यानि अस्माकं विवक्षानुगुणं भिन्नरीत्या लेखितुं शक्नुमः, किन्तु वाक्यं साधुवाक्यं वा न वा इति एकवारं विचिन्त्य वक्तव्यम्. साधु महोदय, धन्यवादः. दावु इति उकार अनुनासिक अस्ति उपदेशव्यवस्थायाम्. अनुबन्धलोपानन्तरं धावयत तिष्ठति, यथा भगिनी उक्तं गतिशुद्धोः इति भवादिगणधातु. धाव् धातुः अपि अस्ति. श्रुधातोः प्रसङ्गे अपि धाव् आदेशः भवति इति कृत्वा धावति इति रूपं तत्रापि आयाति इति मया दृष्टमस्ति. साधु महोदय, धन्यवादाः. श्रुश्रवणे सः धातु वा? श्रुसरति. ओ सकार. अस्तु भगिनि. आं भगिनि, वि विसर्गः अस्ति, लिक् धातु अस्ति, लिखति क्रियापदं, विलिखति विसर्ग उपसर्गसहितं पदमस्ति. विसर्गः भिन्नः, उपसर्गः भिन्नः खलु. एकं वाक्यं छात्रः कथां विलिखति. व्याकरणदोषाः न सन्ति, किन्तु किं वक्तव्यं? विलिखति इति कथनेन विशेषरीत्या वि इति उपसर्गस्य अर्थः कः? विशेषरीत्या लिखति. साधु एव, लेखकः ग्रन्थं विलिखति. अग्रे करोतु. वि उपसर्ग अस्ति, तु धातुः हरति विहरति, हरति क्रियापदमस्ति, विहरति वने वने सिंहाः विहरति, वने सिंहः विहरति. I don't know why, from food, for food. Raja udyane viharati. Tatra simha viharati iti vaktum shakyate va? Aham sochayami. Chintayami iti vaktavyam. Sochayami hindi bhashayam. Vanami jantu jantavaha santi. भोजनार्थम् इति त्यक्त्वा भोजनानन्तरं भवति चेत् विहरन्ति एव. साधु महोदय, धन्यवादाः. भोजनादिकं त्यक्त्वा अन्येषां प्रसङ्गे एव विहरणम् इति वक्तव्यं भवति. अग्रिमं करोतु. स्मृ उपसर्गः अस्ति, स्मृधातुः स्मरति विस्मरति, विस्मरति. अहं बहूनि पदानि विस्मरामि. कदाचित् वयं सर्वे विषयान् विस्मरामः, कदाचित् विस्मरणमपि साधु एव. केषाञ्चन विषयाणां विस्मरणमपि साधु. कीदृशाः विषयाः विस्मरणीयाः? दर्शनभगिनी वदतु. नकारात्मकाः विषयाः. इतोपि येन अस्माकं चित्तस्य इदानीमेव निर्मलम् इति अरविन्द महोदय उक्तवान्, तर्हि येन विषयेण भवति किल, विषयेण अस्माकं चित्तस्य मलम् अधिकं जायते, क्लेशान् अपि च ग्रजेस् इति अहं न जानामि संस्कृते किं वदनीयम् इति, तर्हि ते त्यक्तव्यं विस्मरामः. ते विषयाः विस्मरणीयाः. भवती दृष्टवती खलु मृगया, मृगया इत्युक्ते हण्टिङ्ग्, मृगयार्थम् अरण्ये विहरन्ति, साधु उक्तवती. धन्यवादः. अरविन्द महोदय भवान् करोतु. विहरति, स्मृतात्, विस्मरति अभवत्, विस्मरति, तत्र स्मरति, अहं गीताश्लोकं स्मरति, स्मरामि, किन्तु कश्चन श्लोक न स्मरामि, विस्मरति, विस्मरामि. I think that will be better. गीताश्लोकविषये अग्रिमं करोतु. क्षिपति इति फलं वृक्षात् क्षिपति, पक्षी वृक्षे अण्डं निक्षिपति. निक्षिपति, उत्तमं. निक्षिपति. कानिचन वाक्यानि वदामि. शिशुः खाद्यवस्तूनि मुखे निक्षिपति, पुत्री पुस्तकानि स्यूते निक्षिपति, सः इक्षुखण्डान् यन्त्रे निक्षिपति. तदा किं भवति? इक्षुखण्डान् यन्त्रे निक्षिपामश्चेत् कोशे धनं निक्षिपति इति वक्तुम् इति शुद्धमस्ति वा? साधु एव, धनागारे धनं निक्षिपामः, साधु एव. अग्रे करोतु. हृ हरति, वृन्दावनविहारी गोपिकानां हृदयं हरति, किन्तु सः असुरं प्रहरति च. उत्तमम्. इतोपि अन्यत् वाक्यं वक्तुमिच्छामश्चेत्, व्याधः बाणेन प्रहरति, धेनुः कदाचित् पृष्ठपादेन प्रहरति, प्रक्षालयति. करोतु. माता भोजनानन्तरं हस्तं प्रक्षालयति, अहं भोजनानन्तरं प्रक्षालयामि, हस्तं प्रक्षालयामि. उत्तमम्. अन्यानि वाक्यानि अपि. रजकः वस्त्राणि प्रक्षालयति, कोरोना निष्कासनं कर्तुमिच्छति चेत् सर्वदा हस्तं प्रक्षालयितुम् अर्हति. नैव, तदेव वक्तुम् अहं क्षम्यतां, तदेव वक्तुम् अहम् अन्म्यूट् कृतवती, परन्तु अरविन्द महोदय मम वचनानि किं हृतवान्. जलेन हस्तप्रक्षालनं पादप्रक्षालनं कृत्वा गृहस्य अन्तः आगन्तव्यम्. अद्यतनदिनेषु करोनातः एतत् करणीयं, सर्वैः प्रक्षालनं कृत्वा एव आहारं खादनीयं. साधु. साधु महोदय, धन्यवादः. क्षाल इति दत्तं, परन्तु अहं दृष्टवती क्षलम् इति धातु, क्षल इति, तत् कथं क्षाल अभवत् अत्र? क्षुरादिगणे अस्ति, क्षुरादिगणे अस्ति, क्षालयति, परन्तु क्षल क्षाल् कथं भवति? अत उपधायाः इति सूत्रेण भवति. वदतु अत उपधायाः सूत्रेण. णिच् प्रत्ययः अस्ति अतो णिति, अतो णिति सूत्रेण तत्र दीर्घ आकारः भवति न उपधायां? न, अचो इणिति तत्र नास्ति. अत उपधायाः इति सूत्रेण एव कार्यं भवति. गोमती भगिनी वदतु. तत्र वृद्धिः भवति अत उपधायाः इति णिति, सोरि णिति णिति परे उपधायाः वृद्धिः भवति. एतत् छल् इति कथनेन हलन्तधातुः अस्ति, लकारः अन्ते अस्ति, लकारात् पूर्वं ह्रस्व अकारः अस्ति. चुरादिगणे अयं धातुः अस्ति. चुरादिगणे आदौ णिच् विधीयते, णिच् प्रत्ययः नित् अस्ति इति कृत्वा अत उपधायाः इति सूत्रेण. अत उपधायाः इत्यस्मिन् सूत्रे अनुवृत्तयः के इति एकवारं द्रष्टव्यम्. अनुवृत्तयः के इति परिशीलयामश्चेत् अचः वृद्धिः णिति इति अनुवृत्तयः सन्ति. णिति इति कथनेन इति प्रत्यये परे, णिति प्रत्यये परे इति अर्थः अस्ति. उपधायां ह्रस्वाकारः अस्ति इति कारणतः तस्य वृद्धिः भूत्वा अकारस्य वृद्धिसंज्ञकवर्णः आकारः. णिच् प्रत्यये परे चुरादिगणीयधातुषु इत्युक्ते उपधायां यस्मिन् धातौ ह्रस्वाकारः अस्ति तस्य वृद्धिः भूत्वा आ इति रूपं तत्र सिद्ध्यति इति कृत्वा क्षाल् इति रूपम् अस्ति. णिच् इत्यस्मात् इकारः आगतः, तेन क्षालि नूतनधातोः रूपं क्षाली क्षालयति इति रूपं सिद्ध्यति. धातोः प्रसङ्गे किञ्चित् ज्ञातव्यमेव, यथा भगिन्या सूचितं तत् सर्वं ज्ञातव्यमेव. साधु भगिनी. दर्शना भगिनी भवती करोतु अग्रे. परि इति उपसर्गः, पाल् इति धातुः, क्रियापदम् अस्ति पालयति. उपसर्गः योजयामः चेत् परिपालयति इति लभ्यते. तर्हि इदानीं पालयति इति पोषणे अस्ति, परिपालयति इति सम्यक् इति परि इति सम्यक् इति अर्थः आगच्छति. तर्हि तत्र इदानीं कोविड् काले नियमानां सम्यक् पालयामः. वाक्यं द्विधा भवितुमर्हति. द्विधा कथम् इत्युक्ते नियमान् पालयामः, परिपालनं कुर्मः. उत्तमं. नियमानां परिपालनं कुर्मः, नियमानां परिपालनं कुर्मः. परिपालनम् इति ल्युडन्तपदमस्ति इति कृत्वा नियमानां परिपालनम् अपेक्षितं, नियमानां परिपालनं करणीयम् इत्यादीनि वाक्यानि साधुवाक्यानि. नो चेत् वयं सर्वे नियमान् पालयामः, नियमान् पालयामः, तत्र द्वितीयाविभक्तेः रूपम् आवश्यकम्. अन्यत् वाक्यं वदामि. नृपः महीं परिपालयति, पिता स्वकुटुम्बं परिपालयति. केवलं पालयति योजयित्वा वदामश्चेत् माता स्नेहेन पालयति. अग्रे करोतु. परि इति उपसर्गः, प्रच् इति धातुः, पृच्छति इति क्रियापदं, परिपृच्छति इति उपसर्गयोजनेन भवति. तद्विद्धि परिप्रपातेन परिप्रश्नेन, परन्तु तथा न भवति. साधु भगिनि. परिप्रश्नेन सेवया, परिप्रश्नः इति कृदन्तपदम् अस्ति. प्रच् धातोः रूपमेव प्रश्नः, प्रच् धातोः रूपमेव प्रश्नः. किन्तु भवती किं वक्तुमिच्छति? तिङन्तपदं योजयित्वा वाक्यं लेखितुमिच्छति, किन्तु तस्मिन् श्लोके कृदन्तपदं योजितम् अस्ति. परिप्रश्नः इति कृदन्तपदम्. तिङन्तपदं योजयित्वा वदतु. शिष्यः गुरुं परिपृच्छति अपि च ज्ञानं प्राप्नोति. उत्तमम्. रामायणस्य आदौ वाल्मीकिः नारदं परिपृच्छति. एकं श्लोकं दृष्टवती, भवन्तः सर्वे श्रुतवन्तः एव. यः पठति लिखति पृच्छति परिपृच्छति पण्डितान् उपाश्रयति तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारिता बुद्धिः तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारिता बुद्धिः इति एकः श्लोकः अस्ति उत्तमम् अग्रे करोतु अव अव इति उपसर्गः गम् इति लौकिकधातुः गच्छति क्रियापदम् अवगच्छति इति उपसर्ग योजित्वा लभ्यते यदा लक्ष्मीभगिनी प्रतिपादयति तदा वयम् अवगच्छामः विषयान् अवगमनम् इति वयं सर्वे जानीमः खलु अवगमनम् इति ल्युडन्तपदम् अस्ति गमनम् इत्युक्ते तत्र गच्छति इत्यस्मिन् अर्थे किन्तु अव इति उपसर्गस्य योजनेन कीदृश अर्थभेदः जायते अवगमनम् इत्यस्मिन् अव इति उपसर्गस्य योजनेन सम्पूर्णपदस्य अर्थः भिद्यते खलु परन्तु गम् धातो गतौ किं गमनार्थे गमनार्थे गत इति भावः यदस्ति ज्ञाने अपि अस्ति किल तत्र हन्ति अपि अस्ति तदपि किं गच्छति इति अर्थः तत्र गम अवबोधने इति धातु अस्ति अहं पश्यामि एकनिमिष गत्यार्थे यद्यद् धातु अस्ति तदहं श्रुतवती अवगमने अपि अस्ति इति न जाने ऐ एम् नाट् श्योर् बट् देट् इस् वाट् ऐ हेव् हर्ड् अस्तु गम् धातुः गतौ इत्यस्मिन् अर्थे गच्छति अस्ति अन्यस्मिन् अर्थे अपि गम् धातुः अस्ति वा परिशीलनीयम् There are four, supposed to be four usages for gam dhatu. I have to check the thing, but I studied that. There are four this thing for gati poshanayo is one meaning, then avagamana is another one. Then there are two more meanings for that, other than gam, gachari, iti. Bhagini, tatra evam bhaktum shaknum hakela tasyaha विषये गतिः अस्ति इति अवगमनार्थम् अवगमनार्थे अर्थात् गतिः तस्य अथवा तस्याः उत्तमम् अस्ति इति विषये अवबोधने तदर्थे अधुना अवगतं धातूनाम् अर्थप्रसङ्गे एकं पुस्तकमस्ति प्रत्येकं धातोः अर्थः कः इति ज्ञातुं खादु धातोः अर्थः कः इत्युक्ते गलविलसंयोगः साधु अग्रे सरेम नाम किं पुस्तकस्य पश्चात् वदामि अहं न स्मरामि अहं विस्मृतवती इति वदामः अद्य धन्यवादः भगिनि धन्यवादः सूर्यकुमारी भगिनी भवती करोतु अग्रे हा भगिनि मन्मपि अवयोगः नम् धातु तिनन्तपदमस्ति नमति उपसर्गयुक्त पदमस्ति अवनमति नमति नमस्कारं करोति अवनमति वृद्धि भवति स्थिरा अधो दिशे स्थापितं चेत् नमति अवनमति भवती सम्यक् उक्तवती नमति इत्यस्मिन् स्थाने नमस्करोति इति साधु नमस्कारं करोति इति साधु नमस्कारः इति कृदन्तपदमस्ति नमति नमस्करोति नमस्कारं करोति त्रीणि पदानि साधु अवनमति अत्र भिन्नं पदमस्ति बौ डौन् इति अर्थः अस्ति एतद् अवगन्तुं कानिचन वाक्यानि वदामि अध्यापकस्य तर्जनेन छात्रः लज्जया शिरः अवनमति इति एकं बालिका शिरः अवनमय्य स्थितवती अवनमय्य इति पदं स्वीकुर्मः चेत् ल्यबन्तरूपम् अस्ति. अवनमति इति तिङन्तपदं, किन्तु ल्यबन्तपदम् अवनमय्य. शिरः अवनमय्य इति कथनेन तत्र शिरः इति पदं सकारान्तपदम् अस्ति, किन्तु द्वितीयाविभक्तिरूपम् अस्ति तत्र. शिरः अवनमय्य ल्यबन्तरूपम् अपि कर्मपदं स्वीकरोति इति कारणतः शिरः इति पदस्य द्वितीयाविभक्तिरूपं तत्र अस्ति. नववधूः शिरः अवनमय्य उपविष्टवती इत्यादीनि वाक्यानि वक्तुं शक्नुमः. अग्रे करोतु. अधियोगः वस्दातु वसति विसर्गसहितरूपम् अधिवसति. अधिवसति उपरि वसति. अधिवसति आक्रमं करोति. अस्मिन् प्रसङ्गे किञ्चित् ज्ञातव्यम् अस्ति. केवलं वसति इति पदमेव स्वीकुर्मः चेत् हरिः वैकुण्ठे वसति, शिवः कैलासे वसति इति वाक्यं साधुवाक्यं. तत्र वैकुण्ठे कैलासे इति सप्तमी रूपम् अस्ति. केवलं वसति इति पदं स्वीकुर्मः चेत् वैकुण्ठे वसति कैलासे वसति इति सप्तमी रूपं वक्तव्यमस्ति. किन्तु अधि उपसर्गपूर्वकः वस् धातोः प्रसङ्गे केचन नियमाः सन्ति. किमर्थं चेत् तत्र उपवसति, अधिवसति, अनुवसति, आवसति. पश्यन्तु, चत्वारि पदानि अहम् उक्तवती. उपवसति, अधिवसति, अनुवसति, आवसति. उपसर्गपूर्वकः, अधि उपसर्गपूर्वकः, अनु उपसर्गपूर्वकः, आ उपसर्गपूर्वकः वस् धातोः प्रसङ्गे कर्मपदम् आयाति. वैकुण्ठे इति आधारः अस्ति, तत्र सप्तमी विभक्तिः भवति. किन्तु उप अथवा अधि उपसर्गस्य योजनेन कर्मणि द्वितीया इति सूत्रेण द्वितीयाविभक्तेः प्रयोगः भवति. तेन वाक्यं कथं परिवर्तनीयम्? हरिः वैकुण्ठम् अधिवसति, हरिः वैकुण्ठम् उपवसति, हरिः वैकुण्ठम् अनुवसति, शिवः कैलासम् अधिवसति, विष्णुः क्षीरसागरम् अधिवसति. एतेषु वाक्येषु क्षीरसागरं, वैकुण्ठं, कैलासम् इत्यादीनि पदानि कर्मपदानि. बालकः गृहे वसति, वाक्यं साधु. बालकः गृहम् अधिवसति इति वक्तव्यम्. अयं तु कारकविषयः. साधारणतया वस् धातोः प्रसङ्गे सप्तमी विभक्तेः प्रयोगः भवति. सः कुत्र वसति? गृहे वसति. किन्तु अधि उपसर्गस्य योजनेन अथवा अनु उपसर्गस्य योजनेन वस् धातोः प्रसङ्गे कर्मपदं भवति. अहं गृहम् अधिवसामि चेत् कथं भवति भगिनि? आवसति चेत् कर्मणि द्वितीया इति. एतेषां चतुर्णाम् उपसर्गाणां वस् धातोः प्रसङ्गे कर्मपदम् आयाति इति कृत्वा बालकः गृहम् अधिवसति इति साधुवाक्यम्. साधु भगिनि, अग्रे करोतु. भगिनि, अरुणा भगिनी वदतु. तादातु अपि अधि उपसर्ग आगच्छति, कर्मणि संज्ञा भवति, कर्मसंज्ञा भवति. उत्तमम्. अधितिष्ठति, शिवः कैलासम् अधितिष्ठति, विष्णुः क्षीरसागरम् अधितिष्ठति इति वाक्यानि साधुवाक्यानि. उप, अधि, अनु, आ एतेषां योगे वस् धातोः प्रसङ्गे कर्मणि द्वितीया इति सूत्रेण तस्मिन् वाक्ये कर्मपदम् आयाति. उपकरोति, करोतु. उपयोगः क्रूधातु करोति. उपसर्ग युक्तपदम् उपकरोति. अर्धभिन्नं भवति. करोति कार्यं करोति. उपकरोति कार्यमेव, साहाय्यं करोति, उपकरोति. उत्तमम्. उपकरोति इत्यस्मिन् स्थाने उपकारं करोति इति अपि साधु एव. उप उपसर्गस्य योजनेन उपकरोति, अपयोजनेन अपकरोति. अपकरोति इत्युक्ते भिन्नार्थम्. अपकरोति सायं न करोति, अपकारं करोति. पूर्वं वयं दृष्टवन्तः अनुयोजनेन अनुकरोति, अनुकरणं करोति इति वाक्यं साधु. प्रश्नं पृच्छामि, तुलसी किमर्थम् उपकरोति? तुलसी औषधविषये उपकरोति. उत्तमं. तुलसी औषधम् इव औषधम् इव उपकरोति. संस्कृतं किमर्थम् उपकरोति? संस्कृतं संस्कारं विधीयते चेत् उपकरोति. संस्कारं वर्धयितुम् उपकरोति. संस्कृतम् अथवा शास्त्रं बुद्धेः तीक्ष्णतां वर्धयितुम् उपकरोति. संस्कृतम् अथवा किमपि संस्कृतशास्त्रं विशेषतया बालकानां बुद्धेः तीक्ष्णतां वर्धयितुम् उपकरोति. अन्यद् वाक्यं वदामि, दाता दानेन दरिद्रम् उपकरोति. पश्यन्तु वाक्यं, दाता दरिद्रम् उपकरोति. तस्मिन् वाक्ये दरिद्रम् इति कर्मपदमस्ति. भिन्नरीत्या इदमेव वाक्यं वक्तुमिच्छामश्चेत्, दाता दरिद्रस्य उपकारं करोति, दरिद्रस्य उपकारं करोति इति वक्तव्यं भवति. साधु भगिनी. अरुणा भगिनी भवती करोतु अग्रे. गृह दातु सम् योजनेन गृह्णाति, सामान्यतया गृह गृह्णाति, सङ्गृह्णाति इति संयोग उपसर्गयोजनेन सङ्गृह्णाति इति रूपं निष्पन्नं भवति. वाक्यम् अस्ति, अहं सूत्राणि सङ्गृह्णामि. उत्तमम्. एकम् अन्यत् वाक्यम् अहं वदामि, कृपणः धनं सङ्गृह्णाति, धनिकः धनं सङ्गृह्णाति, भगवद्गीता सर्वशास्त्रहृदयं सङ्गृह्णाति. भवन्तः सर्वे श्रुतवन्तः एव, एकः श्लोकः अस्ति, मद्वयं भद्वयं चैव भ्रत्रयं वचतुष्टयम् इति. इत्युक्ते अष्टादश पुराणानां प्रसङ्गे सः श्लोकः उच्यते. अयं श्लोकः पुराणानां नामानि सङ्गृह्णाति. अनेन श्लोकेन पुराणानां नामानि उच्यन्ते इति कृत्वा अयं श्लोकः पुराणानां नामानि सङ्गृह्णाति. अग्रे करोतु. सम्यक् पूर्वक हृदातु, हृदातु सामान्यरूपं हरति, संयोजनेन संहरति, अर्थं भिन्नं हरति, अत्र विशेषणरूपेण हरति इति अर्थं भवति संहरति. व्याघ्रं हरिं संहरति. व्याघ्रः हरिणीं हरणीर् संहरति. उत्तमम्. अन्यानि वाक्यानि, कृष्णः बहून् राक्षसान् संहृतवान् संहरति, रामः असुरान् संहरति. अस्मिन् प्रसङ्गे एकः श्लोकः अस्ति, कालः सृजति भूतानि, कालः संहरते प्रजाः, कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः. कालः सृजति भूतानि, कालः संहरते प्रजाः, कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः इति श्लोकः भवन्तः सर्वे जानन्ति. अग्रे करोतु. श्रुदातु हरति इति रूपं तिङ्गन्तरूपं, निस् उपसर्ग अस्ति चेत् निस्सरति इति रूपं. वाक्यं कथं भवति भगिनि? निस्सरति सरस्वतीनदी अधुना नास्ति, अधुना निस्सरति साधु भगिनि. सरस्वतीनदी वयं न पश्यामः. तादृशचिन्तनमेव अत्रापि भवति. कानिचन वाक्यानि वदामि, गङ्गानदी हिमालयतः निस्सरति. नदी कुतः निस्सरति? नदी पर्वतात् निस्सरति. हिमालयपर्वतात् गङ्गानदी निस्सरति. अन्यत् वाक्यं सर्पः बिलात् निस्सरति, सर्पः वल्मीकात् निस्सरति. तत्र पञ्चमीरूपं वक्तव्यमस्ति. सर्पः बिलात्, सर्पः वल्मीकात् निस्सरति. अग्निपर्वततः लावा बहिः निस्सरति. मम हृदयतः एका रचना निस्सरति. कुतः निस्सरति इति प्रश्नः उदेति तत्र. हृदयतः, हिमालयतः, अग्निपर्वततः, बिलतः, वल्मीकतः इत्यादीनि पञ्चम्यन्तानि तस् प्रत्ययान्तरूपाणि सन्ति. अग्रे करोतु. साधु भगिनि, उत्तमम्. अग्रे वेदा भगिनी भवती करोतु. परा उपसर्ग भूधातुः भवति इति क्रियापदं. परा भवति, भवति परा भवति इत्युक्ते परा भवति किमस्ति? परा भवति इत्युक्ते परा भवति. किं वदामि सेण्टेन्स्, वाक्यं किं वदामि? परा भवति. भारतसेना शत्रून् पराभवति. भारतसेना शत्रून् पराभवन्ति. पराभवति सेना, भारतीसेना पराभवति. विद्वत् सभायां विद्वांसः शास्त्रज्ञानेन किं कुर्वन्ति? विद्वत् सभायां विद्वांसः शास्त्रज्ञानेन किं कुर्वन्ति? शास्त्रज्ञानेन पराभवति तत्र. पुनः एकवारं वदतु भगिनि. विद्वत् सभा अस्ति इत्युक्ते सभायां विद्वांसः शास्त्रज्ञानेन, यः शास्त्रज्ञानं न जानाति तं किं कुर्वन्ति? पराभवति. अज्ञं पराभवन्ति विद्वांसः. पराभवं करोति. पराभवं करोति. साधु. बलवान् पुरुषः दुर्बलान् पराभवति. चलनचित्रेषु नायकः खलनायकं, खलनायकः इत्युक्ते कः? विलन्. उत्तमं. चलचित्रेषु नायकः दुर्बलं खलनायकं पराभवति. दुर्बलं न भगिनि, खलनायकं बलानि एव अस्ति. अपकृदातु करोति, अपकरोति. अपकरोति इत्युक्ते अपकारं करोति. उपकारं न, अपकारम्. अपकारं करोति, अपकरोति. तत् वाक्यम् अपकारं करोति, अपकारं करोति. दुर्जनः दुर्वचनेन अपकारं करोति. उत्तमं. दुर्जनः सज्जनम् अपकरोति. सज्जनम् अपकरोति. दुर्जनः सज्जनस्य अपकारं करोति. अथवा मूर्खः सज्जनान् अपकरोति. अपकरोति इति एकं पदमस्ति, अपाकरोति इति भिन्नं पदम्. अपाकरोति, अपाकरोति इत्युक्ते दूरीकरोति. भारतीतीर्थस्वामिना लिखितं गीतमस्ति, भवन्तः सर्वे श्रुतवन्तः एव. मम पापम् अपाकुरु देव, मम पाप अपाकुरुं देव. तत्र अपाकरोति इति पदमस्ति. अपकरोति भिन्नं पदम्, अपाकरोति इति भिन्नं पदम्. अपाकरोति इत्युक्ते दूरीकरोति. सज्जनाः ज्ञानेन दूरीकुर्वन्ति. उत्तमं. गोमती भगिनी करोतु. इदानीं महती वृष्टिः अस्ति अत्र, शब्दः अस्ति वा? अहं शृणो, भवती शृणोति वा? महती वृष्टिः अस्ति अत्र. आं शृणोति भगिनी, शृणोतु. नास्ति. अस्तु अस्तु. जानाति, अभिजानाति. अभि उपसर्गः, ज्ञा धातुः. ज्ञा इत्युक्ते ज्ञा एव औपदेशिकरूपं, त्रयादिगणीयधातुः. जानाति इति लट् रूपम्. अभिजानाति उपसर्ग पूर्व क्रियापदं. तद् अर्थं पोषयति इति अहं चिन्तयामि. जानाति, अभिजानाति. तो वाक्यं भगिनी व्याकरणं सम्यक् अभिजानाति. अस्तु वा भगिनी? दूरवाणी भग्नः जातः. इदानीं वदतु भगिनी. अपि उपसर्गः उपसर्गः ज्ञा धातुः ज्ञा कयादिगणीयधातुः अवबोधने इति अर्थे जानाति लट् रूपम् अपि जानाति उपसर्गपूर्वकरूपं जानाति इत्यस्य अर्थस्य पोषणम् अत्र भवति अपि जानाति भगिनी व्याकरणं सम्यक् अपि जानाति किं वक्तुमिच्छामि इत्युक्ते अहं भवत्याः कण्ठध्वनिम् अभिजानामि अत्र भवत्याः कण्ठध्वनिम् अहम् अभिजानामि अभिजानामि इत्युक्ते रिकग्नैज् इति पोषणार्थे नास्ति वा विपरीत अन्य अर्थः भवति वा जानाति इत्यस्य अन्यत् अर्थः भवति वा अभिजानाति अन्य अर्थः अस्ति अन्य श्रुतवन्तः खलु अभिज्ञानम् अभिज्ञानम् इत्युक्ते रिकग्निशन् भवती वदति चेत् तर्हि अहं भवत्याः ध्वनिम् अभिज्ञातुं शक्नोमि गीतावाक्यं परिशीलयामश्चेत् यः भक्तः मां तत्त्वतः अभिजानाति सः कर्मभिः न बध्यते इति वाक्यमस्ति गीतायां पश्यन्तु वाक्यं कीदृशमस्ति भक्त्या यः तत्त्वतः माम् अभिजानाति सः कर्मभिः न बध्यते अभिज्ञानशाकुन्तलम् अभिज्ञानशाकुन्तलम् तत्र किम् अभवत् अभिज्ञानं किं तत्र अङ्गुलीयकस्य आधारेण अभिज्ञानं भवति अभिज्ञानम् इति ल्युडन्तपदम् अस्ति गीतायाः श्लोकं पश्यामि अत्र न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मा यः अभिजानाति कर्मभिः न स बध्यते चतुर्थध्याये श्लोकमस्ति भगिनि प्रमुखः विषयः कः तत्त्वतः यः माम् अभिजानाति अनु शुच् शोचति अनुशोचति अनु इति उपसर्गः शुच् इति धातु अभादिगणीयधातुः शोके इत्यर्थे शोचति अनुशोचति उपसर्गपूर्वकः रूपम् अनुशोचति अनुशोचति दुःखम् अनुभवति अर्थपोषणं भवति अत्र शुच् धातोः रूपं शोकः शोचति इति रूपम् अस्ति अनुशोचति इत्युक्ते रिग्रेट् ग्रीव् लेमन् इति अर्थाः सन्ति अत्र अरविन्दमहोदयेन उक्तमस्ति खलु पण्डिताः न अनुशोचन्ति कस्मिन् विषये मृत्योः विषये उत्तम श्लोकः अस्ति खलु गतासूञ्च अगतासूञ्च न अनुशोचन्ति पण्डिताः साङ्ख्ययोगे अस्ति न द्वितीयोऽध्याये गतासून् इति द्वितीया विभक्ति बहुवचनम् अस्ति गतासून् इत्युक्ते गतप्राणाः गतप्राणानां प्रसङ्गे अगतासून् च ये प्राणिनः सन्ति तेषां प्रसङ्गे पण्डिताः न अनुशोचन्ति शोकं न कुर्वन्ति यस्य आत्मविषयकज्ञानम् अस्ति अस्मिन् प्रसङ्गे तापत्रयम् इति पदं जानन्ति इत्युक्ते किम् आदिभौतिकम् आदिदैविकम् आदिभौतिकम् आध्यात्मिकम् उत्तमं तापत्रयम् इति कथनेन त्रयः तापाः सन्ति आध्यात्मिक आदिदैविक आदिभौतिक एते त्रयः एव तापाः तेषां प्रसङ्गे एव तापत्रयम् इति पदम् उक्तमस्ति अग्रे सरणीयं साधु भगिनी भूमा भगिनी भवती एकवारं करोतु अनुशोचति प्र हा धातु जहाति प्रजहाति प्रजहाति अर्थं किं भगिनि त्यजति त्यजति ओहो त्यजहाति त्यजति सन्न्यासिनः लौकिकव्यवहारं प्रजहन्ति सन्न्यासिन् इति नकारान्तशब्दः सन्न्यासी सन्न्यासिनौ सन्न्यासिनः गीतवाक्यं वक्तुमिच्छामश्चेत् यदा यः सर्वान् कामान् प्रजहाति सर्वान् कामान् यः प्रजहाति सः एव स्थितप्रज्ञः इति उच्यते. स्थितप्रज्ञस्य लक्षणानि कानि द्वितीयाध्याये उक्तमस्ति. स्थितप्रज्ञः कः इति अवगन्तुं, यः सर्वान् कामान् प्रजहाति, यः आत्मनि एव आत्मना तुष्टः भवति, सः एव स्थितप्रज्ञः इति उच्यते. सः किं करोति? स्थितप्रज्ञः सर्वान् कामान् प्रजहाति. अग्रे करोतु. प्रसर्ग भ्रूधातु आह प्राह भ्रूधातु प्राह सः बालकं प्रति प्राह. पश्यतु भगिनि, अत्र प्राह इति लिखितमस्ति. किमर्थं वदति, ब्रवीति इति न उक्तमस्ति? तत्र वैशिष्ट्यमस्ति. पश्यन्तु, भगवद्गीता वाक्यमस्ति खलु, विवस्वान् मनवे प्राह. प्राह इति कथनेन, प्रा इति उपसर्गस्य योजनेन, विशिष्टरीत्या, प्रकृष्टेन, प्रकर्षेण गीता उक्तमस्ति. कथम्? आदौ विवस्वान् मनवे प्राह, पश्चात् मनुरिक्ष्वाकवे ब्रवीत्. ब्रुवपञ्जानाम् आदिता आहो ब्रुवः. उत्तमं महोदय, तदेव. पञ्चसु स्थलेषु विकल्पेन रूपद्वयं दृश्यते. भूतकालार्थे अर्थं भवति वा? ब्रवीति आह, ब्रूत आहतु, ब्रूवन्ति आहु, ब्रवीषि अर्थ, ब्रूत आहतु, ब्रूत ब्रूयिमि, ब्रुवा ब्रुवामः. प्रथमपुरुष मध्यमपुरुष एकवचनं द्विवचनं पञ्चमस्थानेषु. ब्रुव पञ्चानाम् आदिता आहो ब्रुवः. उत्तमं. ब्रूहि उक्तवती खलु, ब्रूहि इति लोट्लकार मध्यमपुरुष एकवचनरूपं. चतुर्थ अध्याये प्रथमश्लोक, इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययं, विवस्वान् मनवे प्राह. प्राह इत्युक्ते तत्र भूतकालार्थे एव प्राह. अग्रिमे वाक्ये मनुरिक्ष्वाकवे ब्रवीत् इति लिखितमस्ति. अब्रवीत्, अब्रवीत् इति लङ्लकाररूपम्. अग्रे सरणीयम्. इदानीं दर्शनभगिनी एकवारं वदतु. उत् इति उपसर्गः, सृ धातु, सृजति इति लट्लकारे अस्ति. उपसर्गं योजयित्वा उत्सृजति इति रूपं लभ्यते. रूपः लभ्यते किल? रूपं लभ्यते. लभ्यते इति कर्मणि लट् रूपमेव, किन्तु रूपम् इति नपुंसकलिङ्गपदं. रूपं, रूपाणि, रूपं लभ्यते. उत्सृजति इति टु गिव् बर्थ् ओर् टु क्रियेट् उत्सृजति. सूर्यकुमारी भगिनी वदतु. धनुस् उपयुज्य बाणं उत्सृजति. एकं वाक्यं वदामि. अग्निपर्वतात् विषवायवः उत्सृजन्ति. सर्पस्य मुखात् विषम् उत्सृजति. सर्पः यस्मात् भयं पश्यति, तदानीम् एव सर्पस्य मुखात् विषम् उत्सृजति. शीघ्रम् एव प्रवहति. अग्रिमं पदमस्ति अवलोकते. सूर्यकुमारी भगिनी भवती एव करोतु. अव उपसर्गः, लोक् धातु, लोकते परस्मैपदि पदमस्ति. अवलोकते लोकते चक्षुषः लोकते अवलोकते ज्ञानविषये अवगच्छति. अवलोकते. एतद् अवगन्तुम् एकं वाक्यं वदामि. गुरुः शिष्यस्य दोषम् अवलोकते. मुमुक्षवः अन्तर्मुखाः भूत्वा आत्मानम् अवलोकन्ते. मुमुक्षवः किम् अवलोकन्ते? आत्मानम् अवलोकन्ते. अन्तर्मुखाः भवामः चेदेव आत्मानम् अवलोकितुं शक्नुमः. दुष्यन्तः शकुन्तलां वने गुप्तरूपेण स्थित्वा अवलोकते. अवलोकते इत्यस्मिन् अर्थे एकम् अन्यत् पदमपि योजयितुं शक्नुमः, अनुपश्यति. अग्रे करोतु. अदि क्षम्यतां, नि उपसर्गः युज् धातु युङ्क्ते. युङ्क्ते तिनन्तपदं लोट्लकार परस्मैपद. भगिनी किञ्चित् ज्ञातव्यः अंशः अस्ति. नियुङ्क्ते इति पदमस्ति खलु, युङ्क्ते इति स्वीकरोतु. युङ्क्ते इति आत्मनेपदिरूपम् अस्ति, रुधादिगणीयधातोः रूपमेव युङ्क्ते इति. चिन्तयतु, युज् इति धातुः अस्ति, रुधादिगणे न इति मध्ये आयाति, तेन किं भवति? नकारः आयाति. कावर्गीयवर्णः अस्ति चेत् प्रथमम् अनुस्वारः भवति, तदनन्तरं तालव्यनकारस्थाने कण्ठनकारः आयाति. युज् धातुः अस्ति, रुधादिगणे अस्ति इति कारणतः रुधादिभ्यः श्नम् इति सूत्रेण तत्र जकारात् पूर्वं न आयाति, युनज् भवति. बहूनि अन्यानि कार्याणि भवन्ति, तत्र युनज् इत्यस्मिन् रुधादिभ्यः श्नम् इति कथनेन तत्र न इत्यस्मिन् नकारः अकारः वर्णद्वयम् अस्ति, तत्र अकारस्य लोपः भवति विशिष्टसूत्रेण, स्नशोरलोपः इति सूत्रेण अकारलोपः भूत्वा युनज् इति रूपं युञ्ज् युञ्ज् भवति. तत्पश्चात् युङ् पश्चात् तत्र नकारस्य स्थाने अनुस्वारादेशः, अनुस्वारस्य एगी परसवर्णः इत्यनेन अन्ते युङ्क्ते इति रूपं. युङ्क्ते इत्यस्मिन् रूपसाधनप्रक्रियायां बहूनि सूत्राणि आवश्यकानि. धातुः रुधादिगणे अस्ति, नियुङ्क्ते इत्युक्ते नियोजयति इत्यस्मिन् अर्थे भवितुमर्हति. अस्मिन् प्रसङ्गे एकं परिचितं सुभाषितं वक्तुमिच्छामि. मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चापि रमयत्यपनीयखेदं, लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं, किं किं न साधयति कल्पलतैव विद्या. सुभाषितमस्ति, मातेव रक्षति, माता इव रक्षति, पितेव हिते नियुङ्क्ते, पिता इव हिते नियुङ्क्ते, कान्ता इव रमयति खेदमपनीय, लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं, किं किं न साधयति कल्पलता इव विद्या सर्वं ददाति. विद्यया किं किं न साधयति इति प्रश्नं पृच्छति सुभाषितकारः. विद्यायाः प्रयोजनानि अस्मिन् सुभाषिते उक्तानि सन्ति. अस्मिन् नियुङ्क्ते इति पदमस्ति, पिता इव विद्या हिते नियुङ्क्ते, हितकारी भवति इति अर्थः. नियन्त्रणं करोति हितकार्येषु पिता इव विद्या अस्मान् नियोजयति. इदं सुभाषितं बहु प्रसिद्धमस्ति, मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चापि रमयत्यपनीयखेदं, लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं, किं किं न साधयति कल्पलत एव विद्या. करोतु अग्रे. अदि उपसर्गः अस्ति, इन् धातु अतीते परस्मैपदम् अदि उपयुज्य इन् धातु परस्मैपदे परिवर्तनं भवति. अतीते अतीते किञ्चित् वक्तव्यमस्ति. अत्र अधीते इति रूपम् आत्मनेपदिरूपम् अस्ति, अत्र मुद्रणदोषः अस्ति. सर्वे पश्यन्तु, इण् इत्युक्ते मूर्धन्य णकारः अत्र लिखितमस्ति, किन्तु धातुः इङ् इण् गतौ इति एकः धातुः अस्ति. इण् गतौ धातुः भिन्नः, तत्र औपदेशिकधातौ मूर्धन्य णकारः अस्ति, तत्र गतौ इत्यस्मिन् अर्थे इण् गतौ धातोः रूपम् एति एति रूपमस्ति, किन्तु अयं धातुः भिन्नः. अत्र इङ् इत्युक्ते कवर्गीय ञकारः अस्ति, सः धातुः इङ् धातुः अधि उपसर्गपूर्वकः भवति सर्वदा. अयं धातुः अध्ययने इत्यस्मिन् अर्थे अस्ति, अध्ययने इत्यस्मिन् अर्थे यः धातुः अस्ति सः धातुः सदा अधि उपसर्गपूर्वकः भवति. शिष्यः अध्यापकात् शास्त्रम् अधीते, पाठम् अधीते. अस्मिन् प्रसङ्गे एकं वक्तुमिच्छामि, छात्रः मासम् अधीते इति एकं वाक्यं वदामश्चेत् तत्र मासम् इति पदस्य कर्मसंज्ञा भवति, इत्युक्ते एकमासपर्यन्तं सः पठति, सः अध्ययनं करोति. पुनः तत् वाक्यं किम् इत्युक्ते छात्रः मासम् अधीते, तत्र मासम् इति पदस्य कर्मसंज्ञा किमर्थमस्ति इत्युक्ते एकमासपर्यन्तम् इत्यस्मिन् अर्थे. अधीते इति लट्लकाररूपमस्ति खलु. अस्मिन् प्रसङ्गे कानि कानि कृदन्तपदानि सन्ति इति परिशीलयामश्चेत् अध्यापकः इति अस्य धातोः रूपमेव, अध्यापकः अध्यापिका एतत् पदद्वयं णुवुल् प्रत्ययान्तरूपाणि, अध्येता इति तृजन्तरूपं पुंलिङ्गे, अध्येत्री स्त्रीलिङ्गे रूपम्, अधीयानः अधीयानः इति शाणजन्तरूपं, सः बालकः शास्त्रम् अधीयानः अस्ति. किन्तु अधीयमानः इति कथनेन तत्र कर्मणि शाणच्, अधीतवान् अधीतः. अध्यापनम् अध्यापनम् उत्तमम्. अध्यापनम् इति ल्युडन्तपदं, णिच्युक्तं ल्युडन्तम्. अध्यायः अपि अध्यायः उत्तमम्. अध्यायः इति घञन्तरूपं. भगिनी किम् उक्तवती? अध्यापनम् अध्यापनमिति णिच्युक्तं ल्युडन्तम्, अध्ययनम् इति साधारणं ल्युडन्तम्. अध्ययनम् अध्ययनम् अध्ययनमस्ति, अध्ययनम् इति साधारणं ल्युडन्तम्, अध्यापनम् इति णिच्युक्तं रूपं. भगिन्या यदुक्तम् अध्यायः इति घञ् प्रत्ययान्तरूपम्. अयं धातुः सदा अधि उपसर्गपूर्वकः, अस्य धातोः रूपमेव अध्येतव्यं, तव्यत् प्रत्ययान्तरूपं. किम् अध्येतव्यं? संस्कृतम् अध्येतव्यम्. अध्ययनीयम् अध्ययनीयम्. अस्य धातोः रूपाणि ज्ञातव्यानि इति मम चिन्तनम्. अग्रे सुजाता भगिनी भवती करोतु. साधु भगिनी. धन्यवादः. धन्यवादः भगिनी. धन्यवादः. इतोपि पदानि सन्ति. अनु उपसर्ग अस्ति. सज् धातु, सज्जते क्रियापदमस्ति. अनुवर्तते कृतवती वा? अनुवर्तते न, न भगिनि. अनुवर्तते वृत् धातु अस्ति, वर्तते क्रियापदमस्ति, अनुवर्तते अनुवर्तते अनुकरोति, अनुसरन्ति. उत्तमम्. अनुसरन्ति. श्रेष्ठः यत् प्रमाणं कुरुते तत् लोकः अनुवर्तते. लोकः किम् अनुवर्तते? सज्जनाः च. सज्जनान् अनुवर्तते. सज्जनान् अनुवर्तते. श्रेष्ठः यत् प्रमाणं कुरुते तदेव लोकः अनुवर्तते. प्रमाणं कुरुते इति उक्तमस्ति खलु, प्रमाणीकरोति इति वाक्यमपि साधु एव. लोकः तदेव प्रमाणीकरोति, तदेव अनुसरति. तदेव अनुवर्तन् अनुवर्तते. सज्जनान् अनुवर्तते. सज्जनानाम् अनुसरणं अनुवर्तनं कुर्वन्ति कुर्वन्ति जनाः. श्रेष्ठः यथा आचरति तथा एव लोकः अपि अनुवर्तते. तदेव प्रमाणम् इति मत्वा श्रेष्ठानाम् अनुसरणं कुर्वन्ति. उपजायते करोतु. उपजायते उपसर्गः अस्ति. जन् धातु जानि. जायते क्रियापदमस्ति. उपजायते जायते दिवादिगणे अस्ति. उत्तमं. दिवादिगणे अस्ति. उपजायते जायते उपजायते समीपम् आचार समीपम् एकं वाक्यं वदामि उत्तमम् आरोग्यं व्यायामात् उपजायते लभ्यते गीतायाः वाक्यमस्ति खलु विषयेषु सङ्गः उपजायते वदतु जायतः विषयान् पुंसः सङ्गः तेषु उपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते द्वितीयाध्याये विषयेषु सङ्गः उपजायते विषयान् ध्यायतः पुंसः तत्र ध्यायतः पुंसः इति कथनेन षष्टिरूपमिति भाति विषयान् ध्यायतः पुंसः तस्य मनसि तेषु विषयेषु सङ्गः उपजायते सङ्गः इत्युक्ते आसक्तिः अपि च एकम् अन्यत् वाक्यम् अस्ति गीतायां सात्विकानां देहे प्रकाशः उपजायते अस्मिन् देहे सर्वद्वारेषु प्रकाशः उपजायते उपजायते प्रकाशते इत्यपि अर्थमस्ति भगिनि बहिः आगच्छति न गते सप्ताहे अपि वयं दृष्टवन्तः इट् बिकम्स् ओके वीक्षते करोतु वीक्षते वि उपसर्ग अस्ति ईक्षधातुः ईक्षते आत्मनेपदे क्रियापदमस्ति वीक्षते पश्यते इति अर्थः भवति वीक्षते उत्तमं विशेषेण पश्यति विशेषेण पश्यति वीक्षते अर्जुनः धनु अर्जुनः धनुः निर्गच्छते समये चिन्ता मास्तु अहम् एकं वाक्यं वदामि लोभाविष्टः नरः सर्वदा वित्तं वीक्षते लोभाविष्टः नरः वित्तं वीक्षते न तु सङ्कटं नैव चापदम् पक्षी कीटकां वीक्षते आहारार्थम् उत्तमं तदेव वीक्षणम् इति ल्युडन्तपदमस्ति अहं पूर्वम् उक्तवती एव विहङ्गवीक्षणम् इत्युक्ते विहङ्गवीक्षणं त्वरितगति उत्तमं स्कै व्यू शास्त्रस्य विहङ्गवीक्षणमपि कदाचित् आवश्यकमेव वासुदेवन् महोदय भवान् करोतु प्रभाषते प्र उपसर्ग भाष दातु भाषते इति क्रिया प्रभाषते इति प्रभाषते अद्य सायङ्काले ओङ्कार गङ्गे ईश्वरानन्दस्वामीजी उपनिषत् प्रभाषते उत्तमम् प्रभाषते न भाषते वदति विषये प्रभाषते प्रकाशम् अत्र अर्थपोषणं करोति प्रा इति उपसर्गस्य योजनेन अर्थपोषणं भवति प्रभाषते इत्युक्ते इतोपि उत्तमरीत्या प्रकृष्टेन इति भवितुमर्हति एकं वाक्यमहं वक्तुमिच्छामि प्रशान्तात्मा पुरुषः सर्वदा मृदुपूर्वं प्रभाषते प्रशान्तात्मा पुरुषः सदा मृदुपूर्वं प्रभाषते गीतायाः वाक्यमेव अस्ति खलु स्थितप्रज्ञः किं प्रभाषते साङ्ख्ययोगे श्लोकः अस्ति स्थितधीः किं प्रभाषते व्रजेत किम् स्थितप्रज्ञस्य लक्षणानि कानि, सः कथं ब्रूते, सः कथं प्रभाषते इति प्रश्नाः सन्ति श्लोकेषु साङ्ख्ययोगे. अन्तिमं पदमस्ति अनुषज्यते. गोमती भगिनी भवती करोतु. अनु सज्ज सज्जते अनुषज्यते इति दत्तम्. अनु उपसर्गः, सज्ज सज्ज गतौ इत्यर्थे पादिगणीयधातु, सज्जते आत्मनेपदी वा आत्मनेपदी अनु सज्जते अनुगच्छति इति अर्थं भवति वा अहं न जानामि भगिनि. धातोः अर्थम् अत्र दत्तं गतौ, सो अनुसज्जते अनुगच्छति वा अनुगच्छति अहं न जानामि अत्र गच्छति गतौ इति धातोः अर्थं दत्तं. अत्र सज्जः इत्युक्ते सिद्धः. तत्र गीतायाः वाक्यमेव अहं वक्तुमिच्छामि. न अनुषज्यते इत्युक्ते अनासक्तः भवति, आसक्तः नास्ति. यदा पुरुषः इन्द्रियार्थेषु अनासक्तः भवति तदा एव सः योगारूढः भवति. श्लोकस्य वाक्यमेव So, anushajyate means to lie, na anushajyate. Pashyami. Nadveshtya kushalam karma kushale na anushajyate na anushajyate. Bhinnaritya vaktum ichchamasyat kadham vaktavyam atra. Yaha purushah indriyartheshu na anushajyate. Tadayeva saha yogarudhah bhavati. Athava saha jnanavan bhavati. अथवा सः ज्ञानयोगे आरूढः भवति. यदा सः न अनुसज्यते तदानीम् एव सः ज्ञानवान् भवितुं शक्नोति. Where he doesn't like it, or whether he doesn't keep on giving into desire states. अरविन्द महोदय भवान् वदतु, अनुसज्यते इत्यस्मिन् प्रसङ्गे भवतः चिन्तनं किम्? गीता श्लोकमस्ति, यदा हि निन्द्रियार्थेषु न कर्मसनुसृज्यते सर्वसङ्कल्पसन्न्यासी योगारूढस्योच्यते. तत्र अनुसज्यते इति पदं कर्मसु अनुसज्यते इति अस्ति. कर्मसु तत्र किं कर्मनिर्मुक्तः भवति चेत् योगी सर्वसङ्कल्पसन्न्यासी इति वक्तुं शक्यते. आसक्तिः नास्ति चेदेव, इन्द्रियार्थेषु विषयेषु आसक्तिः नास्ति चेदेव कर्माद्विमुक्ति भवति. इन्द्रियाणि इन्द्रियार्थेषु इति उक्तमस्ति पूर्वं. तत्र इन्द्रियार्थेषु विमुक्तः तत् कर्मसु अनुसृज्यते. कर्मसु विमुक्तः भवति चेत् स सर्वसङ्कल्पसन्न्यासी भवति, सः एव योगारूढस्त उच्यते. योगारूढः इत्युक्ते ज्ञानयोगम् आरूढः. रुः धातोः क्तान्तरूपं रूढ. योगारूढः इत्युक्ते कीदृशयोगः? ज्ञानयोगः. यः ज्ञानयोगम् आरूढवान् अस्ति सः सदा इन्द्रियार्थेषु अनासक्तः भवति. सर्वेषां धन्यवादः.